नमस्सर्वेभ्यः अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्। अस्माकं प्रवर्तमानः विषयः अस्ति निजन्तप्रयोगे प्रयोजकर्तुः कर्मत्वम् इति विषयः अनुवर्तते। तत्र अस्माकं मूलं सूत्रमस्ति गतिबुद्धिप्रत्यवसानार्थ शब्दकर्म अकर्मकाणाम् अणिकर्तासणौ। तस्मिन् सूत्रे कुत्र प्रयोज्यकर्तुः कर्मत्वं भवति इति उक्तमस्ति। यत्र गत्यर्थकदातवः अथवा बुद्ध्यर्थकदातवः इत्युक्ते ज्ञानार्थकदातवः, प्रत्यवसानार्थकदातवः इत्युक्ते भोजनार्थकदातवः, अनन्तरं शब्दकर्मकाः दातवः, अनन्तरम् अकर्मकाः एतेषां यत्र एते धातवः सन्ति तत्र प्रयोज्यकर्तुः कर्मसंज्ञा भवति। कर्मसंज्ञायाः प्रयोजनमस्ति द्वितीयाविभक्तिः, कर्मणि द्वितीया इत्यनेन द्वितीयाविभक्तिः भवति इति अत्र सारांशः। यत्र गतिबुद्धिप्रत्यवसानार्थशब्दकर्म अकर्मकाणाम् अणिकर्तासणौ इति सूत्रस्य कार्यं न भवति, तत्र प्रयोज्यकर्तुः तृतीयाविभक्तिः भवति। प्रयोजककर्ता सर्वदा प्रथमायामेव भवति कर्तरिप्रयोगे, प्रयोज्यकर्ता कदाचित् द्वितीयाविभक्तिं प्राप्नोति, कदाचित् तृतीयाविभक्तिं प्राप्नोति इति भेदः। तत्र अन्यानि यानि पदानि सन्ति तेषां विषये विभक्तेः परिणामः न भवति। सामान्यवाक्ये इत्युक्ते अण्यन्तवस्थायां पदानां या विभक्तिः भवति सा एव विभक्तिः भवति ण्यन्तवस्थायामपि, तत्र भेदः नास्ति। केवलं तत्र प्रयोज्यकर्तुः एव विभक्तेः परिणामः भवति, कदाचित् द्वितीया कदाचित् तृतीया, कुत्र द्वितीया कुत्र तृतीया इति अस्माभिः अवगन्तव्यः। तर्हि तत्र प्रत्येकं धातोः विषये उदाहरणानि कथं भवन्ति इति सर्वम् अस्माभिः पूर्वमेव दृष्टानि। तर्हि इदानीं तत्र अस्माकं विषयः अस्ति वार्तिकस्य विषयः अस्ति। यत्र गतिबुद्धिप्रत्यवसानार्थशब्दकर्म अकर्मकाणाम् इति सूत्रस्य कार्यं सामान्यतया यत्र प्रवर्तते, परन्तु तत्र निषेधकवार्तिकानि कतिचन सन्ति। इत्युक्ते यद्यपि सूत्रेण कर्मसंज्ञा प्राप्यते तथापि तस्य निषेधः क्रियते विशेषवार्तिकेन च वार्तिकेन। तदर्थं तत्र प्रथमं वार्तिकम् आसीत् नीवह्योर्न इति वार्तिकम् आसीत्। तर्हि नी इति धातुः, अनन्तरं वह् इति धातुः, अनयोः विषये प्रयोजकर्तुः कर्मसंज्ञा न भवति, कर्मसंज्ञायाः निषेधः। नीवह्योः न इति उक्तं, न इति उक्तत्वात् तत्र इदं वार्तिकं वस्तुतः तत्र सूत्रे पठितमस्ति। वार्तिकं नीवह्योर्न इति गतिबुद्धिप्रत्यवसानार्थशब्दकर्म अकर्मकाणाम् अणिकर्तासणौ इति सूत्रस्य प्रसङ्गे पठितम् इदं वार्तिकम् इति कृत्वा अत्र तस्मिन्नेव प्रसङ्गे प्रयोजकर्तुः कर्मत्वं न भवति इति अन्वयः। गतिबुद्धिप्रत्यवसानार्थ इत्यनेन नी अपि च वह् अनयोः धातोः विषये प्रयोजकर्तुः कर्मत्वं भवति, परन्तु अत्र नीवह्योः न, नी अपि च वह् धातुद्वयमपि गत्यर्थकौ स्तः, अतः तत्र कर्मसंज्ञा प्राप्यते। यथा गम् इति धातोः विषये गत्यर्थकः इति कृत्वा प्रयोजकर्तुः कर्मत्वं प्राप्यते, तथा नीवह्योः अपि कर्मत्वं प्राप्यते, परन्तु तस्य निषेधः क्रियते नीवह्योः न इति वार्तिकेन। अतः इदं वार्तिकं गतिबुद्धिप्रत्यवसानार्थ इति सूत्रस्य निषेधकम् अस्ति, निषेधकं वार्तिकम्। तत्र अस्माभिः चर्चितं तत्र किमर्थं तत्र एतादृशवार्तिकस्य का आवश्यकता इति प्रश्नः आसीत्। तदर्थम् अत्र चिन्तितं यत् नी अपि वह् धातुद्वयमपि द्विकर्मकधातुः, तर्हि तस्य प्रसङ्गे अत्र तत्र तेन कारणेन अत्र कश्चन सम्बन्धः अस्ति वा, कश्चन सम्बन्धः भवति वा इति चिन्तयन्तु इति मया प्रार्थितम् आसीत्। तस्य विषये केनापि चिन्तितं वा? भगिनी तत्र मातुः पुस्तके दृष्टवती तत्र यदि कर्ता वह् धातोः कृते नियन्ता अस्ति चेत् इत्युक्ते तत्र वाहाः इति अश्वाः इति दत्तं रथं वहन्ति सूतः प्रेरयति इति सूतः वाहान् रथं वाहयति इति तत्र अस्य वार्तिकस्य पुनः अपवादः भवति तत्र भवितुम् अर्हति यत्र सारथिः अस्ति अथवा कोऽपि नियन्ता अस्ति चेत् अपि च तत्र यथा भवती उक्तवती द्विकर्मकधातवः तत्र नी हृ कृष् वह् इत्येतेषां धातूनां किञ्चित् वैशिष्ट्यम् अस्ति इति भासते भगिनी तत्र कर्तरिप्रयोगे कर्मणि प्रयोगे एतेषां धातून् विहाय तत्र कर्मणि प्रयोगे गौणे कर्मणि लकारः कृतम् अस्ति किन्तु एतेषां धातूनां कृते तत्र प्रधाने कर्मणि लकारः कृतः अस्ति नयति हरति कर्षति वहति इति तत्र कृषिकः ग्रामम् अजां नयति इति अस्ति चेत् कृषिकेण ग्रामम् अजानीयते इति भवति तथा एव तत्र हरति भिन्नवार्ता भगिनि भिन्नवार्ता तस्य विषये वयम् अग्रे पश्यामः कर्मणि प्रयोगे कथं भवति इति भिन्नवार्ता मम चिन्तनम् आसीत् तत्र इत्युक्ते प्रधानकर्म गौणकर्म इत्यस्य विषयस्य कृते तत्र किञ्चित् वैशिष्ट्यम् अस्ति एतेषां धातूनाम् इति चिन्तयित्वा उक्तवती तदेव द्विकर्मकः इति उक्तं खलु न तत्र द्विकर्मकः अस्ति चेत् प्रधानकर्म गौणकर्म इति आयाति खलु न सत्यं भगिनि किन्तु तत्र दुह् धातुः याच् धातुः ते एकादशधातूनां कृते अथवा द्वादशधातूनां कृते प्रधान अपि गौणकर्मस्य चिन्तनं किञ्चित् भिन्नं भवति किन्तु केवलम् एतेषां धातूनां कृते तस्य विपरीतरीत्या भवति इति दृष्टवती अतः किञ्चित् भिन्नरीत्या वर्तनं भवति इति न तत् तत् समीचीनं भगिनि तस्य विषये अग्रे वयं चिन्तयामः अनयोः विषये क्रमः भिन्नः अस्ति इति समीचीनं नास्ति इति न वदामि तत्तु सत्यमेव परन्तु तस्य अपि च अस्य कः सम्बन्धः इति प्रतिपादयतु इत्युक्ते तत्र यदि तत्र प्रधानापि गौणकर्मणः विषये भिन्न वर्तनम् अस्ति चेत् तत्र प्रायशः निजन्तवाक्ये अपि किमपि क्लेशः भवति वा इति चिन्तनमासीत् न कर्तरि कर्तरिप्रसङ्गे तथा अस्ति वा कर्तरिप्रसङ्गे इत्युक्ते कर्मणः विषये वा गौणः वा अथवा प्रधानः वा कर्तरिप्रयोगे कर्तरिप्रयोगे प्रधानकर्म वा भवतु गौणकर्म वा भवतु भेदः अस्ति वा इति प्रश्नः तत्र भेदः नास्ति कर्तरिवाक्ये भेदः अस्ति वा इति भवती पृच्छति यत्र गौणः भवति यत्र प्रधानः भवति इति प्रधानकर्म वा भवतु गौणकर्म वा भवतु वेत्र तत्र द्वितीयविभक्तिः भवति कर्मत्वं भवति द्वितीयविभक्तिः भवति खलु सत्यं सत्यम् अतः इदानीं कर्तरिप्रयोगस्य प्रसङ्गः अस्ति कर्तरिप्रयोगस्य प्रसङ्गे धातुः द्विकर्मकः चेत् प्रधानकर्म वा भवतु गौणकर्म वा भवतु द्वयोः अपि द्वितीया एव खलु अतः तत्र भेदः नास्ति तेन कारणेन नी बह्योर्न इति कृतम् इति वक्तुं न शक्यते खलु हा सत्यम् अन्यस्य परन्तु यत् भवती वदति तत्र कर्मणि प्रयोगस्य विषये चिन्तनीयं तत् कर्मणि प्रयोगस्य विषये वयम् आगच्छामः चेत् तदानीं स्मारयतु तदानीं पुनः अस्य विषये चिन्तनं कुर्मः नीवह्योर्न इति वार्तिकस्य कार्यं कर्मणि प्रसङ्गे कथं भवति इति वयं पुनः चिन्तयामः, यतोहि कर्मणि प्रयोगस्य नियमाः के इति अस्माभिः न चर्चिताः खलु एतावता। आम् आम् अतः इदानीं तस्य विषये अहं वदामि चेत् भ्रमः भवति इति कृत्वा तस्य विषये वयं न तत्र न गच्छामः, तत्र न गच्छामः, प्लेस् होल्डर् रूपेण अनन्तरं स्थापयतु, तदानीं वयं चिन्तयामः। परन्तु कर्तरीप्रयोगस्य प्रसङ्गे प्रधानकर्म वा भवतु गौणकर्म वा भवतु तत्र भेदः नास्ति, इत्युक्ते विभक्तेः भेदः नास्ति। इत्युक्ते तत्र नियन्ता भवति चेत् कर्ता तदा द्विकर्म तत्र कर्मसंज्ञा भवितुम् अर्हति प्रयोज्य कर्तुः चेत् किमपि तत्र तस्मिन् मार्गे चिन्तितवती तर्हि तत्र समीचीनं सम्यक्। तद् वह् धातोः विषये एव, नी धातोः विषये नास्ति खलु? नास्ति। नियन्त्रकर्तृकस्य वहेः निषेधः इति तत्र अग्रे वयं पश्यामः। तत्तु वह्धातोः विषये पुनः तत्र कर्मत्वं विधीयते इति उक्तम्। सत्यं। परन्तु इदानीं नी वह् इति अनयोः धातोः विषये कर्तरि एव प्रयोगः अस्ति चेत् एकं वाक्यं कोऽपि वदतु, यदि तत्र वार्तिकं नास्ति चेत् तत्र कथं भवति? चिन्तितं वदतु तत्र यदि वाक्यं तत्र यदि नी अपि च वाह् इति द्वयोः तत्र धातोः कर्मत्वं निषेधः नास्ति, प्रयोज्यकर्तुः अपि कर्मत्वं प्राप्नोति इति यतोहि कर्त्यर्थकः अस्ति, तेन कारणेन वाक्यस्य वाक्यभ्रमः भवितुम् अर्हति। यदा वाक्यं अन्यन्तवस्थायां वाक्यम् एतादृशं भवति चेत् रामः अजां ग्रामं नयति, नी धातु इति द्विकर्मकः धातु इति कृत्वा अजां ग्रामं नयति इति सामान्य लटीवाक्यं भवति। यदि तत्र प्रेरणार्थे भवति चेत् पिता रामम् अजां ग्रामं नाययति इति भवति, यतोहि तत्र अत्र वाक्यं पुनः वदतु पिता रामम् अजां ग्रामं नाययति इति भवति यदि कर्मत्वं प्राप्नोति, यदि कर्मत्वं नास्ति पिता रामेण अजां ग्रामं नाययति इति वाक्यं भवति, अतः तत्र स्पष्टः भवति। यदि तत्र सर्वेषां सर्वेषां शब्दानां द्विकर्म द्वितीयविभक्ति प्राप्नोति कस्य केन नाययति इति क्लेशः भवति, अजां रामं नाययति वा राम अजां नाययति वा इति क्लेशः भवितुम् अर्हति इति मम चिन्तनम् अस्ति इति अस्माभिः तत्र गतवती अपि किञ्चित् चिन्तितं। हा समीचीनं, तदेव इति वदति, यतोहि तत्र बहवः द्विकर्मकः धातवः सन्ति, पच् धातु अपि द्विकर्मकः धातु अस्ति, परन्तु तस्य तु निषेधः नास्ति, परन्तु अत्र नी धातु कृते अपि च वह् धातु कृते एव एतादृशभ्रमः भवितुम् अर्हति इति मम चिन्तनम् अस्ति। इत्युक्ते अन्येषां धातूनां कृते इदानीम् एकम् अन्यः एकः धातुः अस्ति किं पाचकः तण्डुलान् ओदनं पचति, पाचकः तण्डुलान् ओदनं पचति, तत्र इत्युक्ते तत्र अन्यकारकस्य अविवक्षायाम् अपादानकारकस्य अविवक्षायां कर्मत्वं तत्र तण्डुलान् इति अस्ति, तण्डुलान् पाचकः तण्डुलान् ओदनं पचति इति, तदेव वाक्यम् इदानीं तत्र पिता इति स्वीकरोतु, पिता इति स्वीकृत्य वदति चेत् वाक्यं पिता पाचकः पाचकं तण्डुलान् किमस्ति तण्डुलान् ओदनं पाचयति, पिता पाचकम् इति वदति वा, पिता पाचकेन इति भव तत्र तु पच् धातु इति गत्यर्थः धातु इति नास्ति, तेन कारणेन पाचकेन इति भवति, पिता पाचकेन ओदनं तण्डुलान् ओदनं पाचयति इति भवति, तत्र स्पष्टमस्ति तत्र वाक्यं इति कृत्वा वयं पश्यामः चेत् ये द्विकर्मकधातवः सन्ति तेषु गत्यर्थकधातवः इति गत्यर्थकः इति चेत् द्वौ एव स्तः, नी धातुः वह् धातुः, खलु आम् भगिनि. अन्यः कोऽपि धातुः अस्ति वा दत्यर्थकः? तस्य निषेधः नास्ति न? कस्य निषेधः? किं किं गतौ इति उक्तवती भगिनी? इन् गतौ तु अत्र नास्ति, गत्यर्थकः अस्ति, परन्तु विकर्मकः नास्ति. इन् गतौ विकर्मकः नास्ति. गत्यर्थकः अपि द्विकर्मकः तु धातुद्वयमेव भवितुमर्हति इति चिन्तनं. कर्षति कृषपि हृ अपि अस्ति, हरति कर्षति नास्ति वा? हरति इति नयति इति अर्थे भवति. हरति इति गत्यर्थकः नास्ति. धातुपाठे यस्य गत्यर्थकः इति उक्तं खलु, हरणे इति अस्ति. गतिः इति अर्थः भवेत् धातोः धातुपाठे. तृ इति हरति इत्यर्थे अस्ति, तत्र गत्यर्थकः इति नास्ति. हरणं गत्यर्थकः नास्ति इति कृत्वा वयं पश्यामः चेत् अत्र अत्र दुः याच पच् दण्ड रुद्र पृच्छ छी भ्रु शास् जी मत् मुष् नीहृ पृष् वहाम् इति अस्ति. तत्र वयं पश्यामः चेत् ये ये द्विकर्मकधातवः सन्ति तेषु नीवः इति धातुद्वयमेव द्विकर्मकः इति कृत्वा अन्यत्र सर्वत्र प्रयोजकर्तुः कर्मत्वमेव न भवति, केवलं नीवः इत्यत्रैव कर्मत्वं भवितुमर्हति गत्यर्थकौ इति कृत्वा. कर्मत्वं प्रयोजकर्तुः कर्मत्वं भवितुमर्हति इति कृत्वा तत्र क्लेशः भवति वाक्ये. तत्र त्रीणि पदानि भवन्ति कर्मपदानि, यथा इदानीं वंशीवर्णी उक्तवती त्रीणि कर्मपदानि भवन्ति. त्रीणि कर्मपदानि भवन्ति चेत् तत्र वाक्ये स्पष्टता न भवति, अतः क्लेशः अवगमनार्थं क्लेशः भवति. एतावता द्विकर्मकः इति एव अस्माभिः चर्चितं, तत्र त्रिकर्मकः इति भवति, तादृशः व्यवस्था नास्ति. त्रिकर्मकः इति व्यवस्था नास्ति, त्रिकर्मकाः इति व्यवस्था नास्ति इति कृत्वा अनयोः विषये निषेधः कृतः. पुनः तस्य विषये तत्र पुनर्विधानं अग्रे क्रियते, तस्य विषये पुनः पश्यामः. कोऽपि प्रश्नः अस्ति वा? भगिनी, तस्मात् पिता रामं पिता रामेण अजां ग्रामं नाययति वा? सशुद्धं वा? सत्यं, पिता रामेण अजां ग्रामं नाययति इति वाक्यम्. केवलं नी अपि च वः धातोः एव? आं सत्यं, नी वः अनयो विषये एव. अन्येषां विषये तु प्रयोजकर्तुः तु द्विकर्मकः धातुः अस्ति चेत् अन्येषां सर्वेषां तु प्रयोजकर्तुः तृतीय एव भवति, अतः क्लेशः नास्ति तत्र. अस्तु अस्तु, इदानीं भगिनी भवती एव पठतु अग्रे. भगिनी क्षम्यतां, हरति इत्यस्यापि द्विकर्मकः अस्ति इति उक्तं खलु, तदा अन्यः सूत्रं वा वार्तिकं वा किमपि अस्ति खलु तस्यापि विकल्पेन भवति? हृक्रोरन्यतरस्याम् इत्यनेन, परन्तु तत्तु गतिबुद्धिप्रत्यवसानार्थ इति सूत्रेण न प्राप्तम् इति कृत्वा विशेषसूत्रम्. ऋधातुः गत्यर्थकः नास्ति, तस्य तु गतिबुद्धिप्रत्यवसानार्थ इति सूत्रेण न प्राप्तं कर्मत्वं, कर्मत्वं न प्राप्तं, परन्तु कर्मत्वम् इष्यते विकल्पेन इति कृत्वा नि तत्र सूत्रं कृतमस्ति, शुक्रोर् अन्यतरस्याम् इति सूत्रं कृतं. तत् विशेषविधानमस्ति, तस्य च अस्य च सम्बन्धः नास्ति खलु. पुनः एकः प्रश्नः, इदानीं द्विकर्मकः इति वदामः चेत् तत् सकर्मकस्य सकर्मकः इति एव इत्युक्ते कर्मत्वम् अस्ति इति एव अर्थः खलु, किन्तु द्विभवति इति एव इत्युक्ते खलु, इत्युक्ते सामान्यतया कर्मत्वम् अस्ति एकस्मिन् वाक्ये एकं कर्मपदं, क्रियायाः फलं यस्मिन् अस्ति तत् कर्म इति तु एकस्मिन् वाक्ये कर्मफलं भवति, परन्तु यत्र अन्यकारकमस्ति अपादानकारकम् अथवा अन्यकारकमस्ति तस्य अविवक्षा अस्ति, वक्ता तथा तस्य तस्य कारक तादृशकारकत्वेन वक्तुं न इच्छति तदानीं तत्र कर्मत्वं भवति, तदानीं द्विकर्मकः इति वदामः। यत्र अविवक्षा अस्ति इत्युक्ते साक्षात् तत्र कर्मत्वं न प्राप्तम्। इदानीं गोपालः किम् अत्र वामनः बलिं वसुधां याचते, वामनः बलिं वसुधां याचते, वसुतः तत्र वाक्यं वामनः, तत्र वाक्यं कथं भवेत् तत्र बलिम् इति नास्ति चेत्? बलिं याचते वसुधां याचते, अत्र प्रधानकर्म किम्? वसुधा इति, वसुधा इति प्रधानकर्म, वामनः वसुधां याचते इति प्रधानकर्म। इदानीं कस्मात् याचते? बलिं याचते, न बलेः याचते। कस्मात् बलेः याचते? वामनः बलेः वसुधां याचते इति वाक्यमस्ति, परन्तु कोऽपि वक्ता बलेः इति वक्तुं न इच्छति, तस्य अविवक्षा अस्ति। तदानीं तत्र धातुः द्विकर्मकः इति कृत्वा तत्र कर्मत्वं भवति, वामनः बलिं वसुधां याचते इति। कर्म तु एकमेव भवति, कर्म तु एकमेव भवति वाक्ये, परन्तु कदाचित् अन्यकारकस्य अविवक्षा अस्ति, वक्तुं न इच्छति, तदानीं तत्र कर्मत्वं भवितुम् अर्हति द्विकर्मकधातुस्थले, अन्येषां न भवति। हरति इति अपि तदा एव भवति खलु, तस्यापि समानं भवति खलु। हरति इति पश्यतु, गोपः वृषभं गोष्ठं हरति इति वाक्यं, वृषभं गोष्ठं हरति, तत्र गोष्ठे इति स्यात्, गोपः वृषभं हरति गोष्ठे, गोष्ठे इति अस्ति तत्र अधिकरणकारकम्, अधिकरणस्य अविवक्षायां गोष्ठं हरति इति वाक्यं, वृषभं हरति, वृषभ इति मुख्यकर्म, गोष्ठं हरति। इदानीं तत्र पिता इति वदतु, इदानीं पिता इति प्रयोजककर्ता कर्तारम् उपयुज्य वाक्यं वदतु। पिता प्रयोज्यकर्ता वा, प्रयोजक वाक्यं कथं भवति? गोपः रामेण, गोपः वृषभं गोष्ठं हरति इति वाक्यम्, गोपः वृषभं गोष्ठं हरति, गोष्ठं हरति। इदानीं पिता गोपेन वृषभं गोष्ठं हारयति, गोपेन इति उक्तवती खलु, तत्र कर्मत्वं तु न प्राप्तं, कर्मत्वं न प्राप्तं, परन्तु कर्मत्वं विकल्पेन इष्यते, विकल्पेन इष्यते, यदि विकल्पेन कर्मत्वमस्ति, पिता गोपं वृषभं गोष्ठं हारयति, तत्र त्रिकर्मकः अस्ति खलु, त्रिकर्मकः अस्ति, परन्तु विशेषविधानम् अस्ति, इत्युक्ते एतादृशत्रिकर्मकः सर्वत्र न इष्यते, तदर्थमेव विशिष्टसूत्रं कृतं खलु, अन्यतरस्याम् इति विशिष्टसूत्रं तदर्थं कृतं, सर्वत्र न इष्यते त्रिकर्मकः, एतत्तु विशेषप्रयोगः अस्ति, अर्थः तत्र भ्रमः जायते इदानीं त्रिकर्मकः आयाति चेत्। तदर्थं विकल्पेन इति उक्तं, विकल्पेन इति किमर्थम् उक्तम् इति चेत् सामान्यतया गोपेन इति एव भवति, परन्तु कुत्रचित् विशेषप्रयोगः एतादृशमपि कृतमस्ति, गोपं वृषभं गोष्ठं हरति इति, कुत्रचित् साहित्ये कुत्रचित् अस्ति, साहित्ये अथवा वेदेषु कुत्रचित् अस्ति एवम् इति कृत्वा विकल्पेन इति उक्तम्, अतः सर्वत्र त्रिकर्मकः इति न इष्यते। किन्तु इदानीं द्वादश द्विकर्मकः धातुषु केवलं द्वित्रीणि एव अत्र स्वीकृतः, किमर्थमिति चेत् एव गत्यर्थकः इति परिगण्य तदा भवति। इदानीं द्वादश द्विकर्मकः धातवः सन्ति, पुनः चत्वारः धातवः अपि सन्ति, तेषु केवलं नी किं वह् नी वह् इत्यनयोः पुनः हृ इत्यनयोः एव नास्ति विकल्पेन विशिष्टविधानम् उक्तं हा तत्तु गत्यर्थकः धातुषु ते अन्तर्भूताः इति किमपि कारणं कारणत्वेन अस्ति वा नीवः नीवः इति धातुद्वयमेव गत्यर्थकौ धातु एव गत्यर्थकौ कृ इति गत्यर्थकः अस्तु भगिनि धन्यवादः भगिनि अस्तु भगिनि धातुपाठे कुत्रापि लिखितमस्ति वा गत्यर्थक वा इति वा न वा इति न धातुः अर्थः उक्तः खलु तत्रैव वयं पश्यामः धातोः अर्थः उक्तः चेत् तदाधारेण वयं वदामः नी इति साधारणतया गत्यर्थक इति न चिन्तामः न धातुः अनेकार्थकाः भवन्ति खलु अतः धातुपट सामान्यतया धातुपटं वयं पश्यामः परन्तु तदेव आधारः इति नास्ति तत्र इतोपि प्रयोगः कथमस्ति इति अपि चिन्तनीयं नी इत्यस्य विषये तत्र बहवः प्रयोगाः सन्ति बह्वर्थकः अस्ति नी धातुः अतः तत्र धातुपाठे प्रापणे इति उक्तं प्रापणे इति उक्तं चेदपि तत्र गतिः अस्ति इति मन्यते गतिः अस्ति इति मन्यते इति तत्र अतः सर्वत्र धातुपाठं दृष्ट्वा एव निर्णयः इति अपि न वक्तुं शक्यते तर्हि तत्र प्रयोगाः कथं सन्ति लोके इति सर्वं द्रष्टव्यं भवति हरति इत्यस्य विषये हरति इत्यस्य विषये तत्र कीदृश अर्थाः भवन्ति हरति इत्यस्य विषये हरणे इति एव उक्तं हरणे तु तत्र हरणम् इत्युक्ते तु स्टील् चौर्यकार्यमेव खलु तत्र हरणे इत्युक्ते टु स्टील् फोर्स्फुलि टु टेक् अवे तत्र गतिः इति न मन्यते गतिः न मन्यते नी इति धातोः विषये तु गतिः इति सर्वेषां मतं गतिः अस्ति इति अतः धातोः अर्थः कथम् इति तत्र व्यवहारः कथम् इत्यपि द्रष्टव्यं केवलं धातुपाठः इति नास्ति धातुपाठः आधारः अस्ति मूलभूतः अस्ति परन्तु ततः अग्रे अपि चिन्तनीयं भवति धातोः अर्थः कथमस्ति प्रयोगे इति चिन्तनीयं भवति अस्तु इदानीं भगिनी तत् पठामि वा तत्र शिवः पापान् हरति इति अस्ति खलु तत्र टेक् अवे इति भवति खलु किन्तु तत्रापि हरति इत्यस्य अर्थः इत्युक्ते किं हि टेक्स् अवे इत्युक्ते तत्र हि टेक्स् अवे तत्र गतिः नास्ति टेकिङ्ग् अवे रिमूव्स् इति भवति तत्र रिमूव्स् इति अर्थः इत्युक्ते तत्र हरणे इत्युक्ते तत्र रिमूव्स् इति एव प्रयोगे भवति वा इदानीं तु अहं भवती कक्षां नयति इति वक्तुं शक्नुमः तत्र तु किमपि तत्र गत्यर्थक किमपि नास्ति सो यु आर् लीडिङ्ग् द क्लास् बह्वर्थकः इति उक्तं खलु बहु अर्थाः सन्ति अतः नी धातोः गतिः इत्यपि एकः अर्थः अस्ति यदा गतिः इति अर्थः अस्ति तदानीं वार्तिकस्य प्रयोगः किन्तु इदानीं विद्या भगिनी कक्षां नयति इति भवति चेत् इदानीं अन्य भवति तु प्रयोज्यकर्ता भवति चेत् वाक्यस्य सन्दर्भः दृष्ट्वा एव निर्णयं कुर्मः वा नी धातु गत्य अस्ति अतः भवति तथा नास्ति न तथा नास्ति धातोः अर्थः कः धातोः अर्थः गतिः इत्यर्थः अस्ति चेत् तदानीम् आर्तिकस्य प्रयोगः गतिः एव नास्ति चेत् गतिबुद्धिप्रत्यवसानार्थकः इति सूत्रस्य प्रसक्तिः एव नास्ति. प्रसक्तिः नास्ति, निषेधः अपि नास्ति. यत्र प्रसक्तिः तत्र निषेधः. यदि गतिः इति एव नास्ति इति वदति चेत् गतिः इति एव नास्ति चेत् तदानीं निषेधः अपि नास्ति. अतः कः अर्थः इति भवती निर्णयं करोतु. कृत्वा गतिः अस्ति इति चिन्तयति चेत् तदानीं वार्तिकस्य आवश्यकता, नो चेत् अत्र तृतीया एव भवति खलु. कोऽपि पाठं नयति इति वदति चेत् अन्ये प्रेरयति चेत् अत्र तृतीया एव भवति, क्लेशः एव नास्ति. अस्तु, तथा एव अकर्मक अपि वा. इदानीं तु हस् धातु, रुद् धातु, ते धातवः तु नित्यम् अकर्मकः. किन्तु इदानीम् अहं वदामि अहं गच्छामि और् सः गच्छति. इदानीं तु गच्छति तु और् न गच्छति मास्तु, इदानीं सः खादति. सो किं खादति इति वाक्ये तु कर्मपदं नास्ति. अस्माभिः उक्तं भगिनि, अकर्मकः इत्युक्ते अकर्मकधातुः इत्युक्ते यत्र कर्मपदं कदापि न सम्भवति. खादति इत्युक्ते कर्मपदं सम्भवति. कदापि न सम्भवति. यदि योगी प्रतिग्रामं विहरति इति अस्ति चेत् तत्र विहरति इति गत्यर्थः भवितुम् अर्हति न? विहरति इति वा? विहरति इति तदानीं गत्यर्थः अस्ति चेत् तदानीं गतिबुद्धि इत्यस्य चिन्तनं कुर्मः, कर्तुं शक्नुमः. अस्तु, अतः एव तत्र नियमः इति वयं वक्तुं न शक्नुमः. वि केन् ओन्लि गिव् अ फ्रेम्वर्क्. एवमेव अस्ति इति वक्तुं न शक्नुमः, यतोहि धातूनां बहवः अर्थाः सन्ति. अतः प्रसङ्गं दृष्ट्वा एव निर्णयः भवितुमर्हति. अतः तत्र साहित्येषु भिन्नभिन्नप्रयोगाः सन्ति. कुत्रचित् वयम् अवगन्तुं न शक्नुमः कुतः तत्र द्वितीयविभक्तिः इति अवगन्तुं शक्नुमः. तदानीं तत्र इतोपि अग्रे वयं चिन्तयामः चेत् तत्र अवगन्तुं शक्नुमः अत्र वा कत्यर्थकः अस्ति इति एवं. परन्तु तत्र प्रापणे इत्यत्र तु प्रापणम् इत्युक्ते गतिः इति तत्र स्पष्टतया सर्वेषां सम्मतं. प्रापणं नाम गतिः. गतिः इत्युक्ते एकः अर्थः प्राप्तिः. भगिनि, उपसर्गस्य योजनेन इदानीं गत्यर्थकः भवति चेत् तत्र गत्यर्थकः तस्मिन् गणे योजयितुं शक्यते किम्? इदानीं विहारं शक्यते. अस्तु, अर्थः अस्ति खलु. अर्थः अस्ति इत्युक्ते उपसर्गस्य योजनेन, मूलार्थः नास्ति, उपसर्गस्य योजनेन तादृशार्थः भवति चेत् अपि गत्यर्थकः भवति. इदानीम् अस्तु अस्तु. तत्र गतिबुद्धिप्रत्यवसानार्थकः इति सूत्रे अनुवृत्तिसहितसूत्रे वयं पश्यामः चेत् गतिबुद्धिप्रत्यवसानार्थशब्दकर्म अकर्मकाणाम् इति उक्तम्. अकर्मकाणां धातूनाम्, अतः धातोः तादृश अर्थः अस्ति चेत्, अतः उपसर्गस्य योजनेन तादृश अर्थः अस्ति चेत् तस्य ग्रहणं नास्ति इति चिन्तयामि. तस्मिन् विषये इतोपि चिन्तनीयं भवति. प्रश्नः समीचीनः, परन्तु सूत्रे गतिबुद्धिप्रत्यवसानार्थशब्दकर्म अकर्मकाणां धातूनाम् इति उक्तं खलु. तत्र धातूनाम् इत्यस्य विशेषणं, तर्हि धातोः एतादृश अर्थः अस्ति चेत् एवं भवति. परन्तु धातोः मूलधातोः तादृश अर्थः नास्ति, परन्तु उपसर्गस्य योजनेन तादृश अर्थः आयाति चेत् तदानीं धातोः सः अर्थः इति वक्तुं न शक्नुमः खलु. अर्थस्य परिवर्तनं भवति तत्र खलु. धातोः अर्थस्य परिवर्तनं भवति. उपसर्गयोजनेन धातोः अर्थस्य परिवर्तनं भवति. इदानीं तादृशधातुः इदानीं गत्यर्थकः इति मन्तुं शक्नुमः वा इति किञ्चित् चिन्तनीयं भगिनि. अत्र निश्चयेन वक्तुं न शक्नोमि. तत्र प्रयोगाः तादृशं सन्ति वा इति एकवारं द्रष्टव्यम्. यतोहि अस्माकं व्याख्यानेषु सर्वत्र कुत्रापि उपसर्गसहितं न उक्तम्. सत्यं, उपसर्गसहितं कुत्रापि न उक्तम्. अतः तादृशं सम्भवति वा इति एकवारं द्रष्टव्यं. प्रयोगाः सन्ति चेत् भवितुमर्हति. अतः प्रयोगाः सन्ति चेत् पश्यन्तु, प्रयोगाः सन्ति चेत् सूचयन्तु। अस्तु भगिनी, एतादृशं वक्तुं शक्यते वा यत्र उत्तरदेशसंयोग अनुकूलव्यापारः यस्मिन् धातोः सन्ति अस्ति तत् कत्यर्थकधातु भवितुम् अर्हति वा इति अस्ति? अतः तत्र यत् सुमन् भगिन्याः वाक्यमस्ति किं हरति इत्यस्मिन् किमपि उक्तवती वा, तत्र उत्तरदेशसंयोगप्राप्तिः नास्ति तेन कारणेन तत् न भवति ह्यः तदेव उत्तरदेशसंयोग इति भवति इतोपि विस्तारः कृत्वा वदति तदेव गतिः इति उक्तं तदेव गतिः इत्युक्ते तदेव अतः तत्र यद्यपि धातोः भिन्नार्थाः सन्ति तत्र यदि नीधातु उत्तरदेशसंयोगः नास्ति तत्र गत्यर्थकः नास्ति इति वक्तुं शक्यते किल? किमस्ति उत्तरदेशसंयोगः? उत्तरदेशसंयोगः गति इत्युक्ते कः अर्थः? गति इत्युक्ते यु आर् सिटिङ्ग् इन् प्लेस् ए, न यु आर् सिटिङ्ग् इन् द प्लेस् ए, फ्रम् गोयिङ्ग् फ्रम् ए टु बि इस् वाट् इस् गति, द मूमेण्ट् चलनं यदस्ति तदेव गतिः, यत्र एतादृशगतिः अस्ति तदानीं गत्यर्थकः इति वदामः। तदेव गतिः इत्युक्ते उत्तरदेशसंयोगानुकूलः व्यापारः इत्युक्ते यत्र इदानीं तत्र भवती मन्दिरे उपविष्टा अस्ति, मन्दिरे भवती उपविष्टा अस्ति, तद् पायिण्ट् ए अस्ति, तत्र भवत्याः अपि च मन्दिरस्य संयोगः अस्ति, संयोगः अस्ति तत्र भवत्याः, योगः अस्ति। इदानीं ततः भवती पाठशालां गच्छति, तदानीम् इदानीं पाठशाला उत्तरदेशः अस्ति, पूर्वदेशः अस्ति मन्दिरम्, उत्तरदेशः अस्ति पाठशाला, तर्हि इदानीम् उत्तरदेशसंयोगः भवति, उत्तरदेशे यु आर् नौ गोयिङ्ग् एण्ड् जायिनिङ्ग् वित् द उत्तरदेश, अतः उत्तरदेशसंयोगः भवति। अतः यत्र एतादृश उत्तरदेशसंयोगः संयोगानुकूलव्यापारः, उत्तरदेश इति वदामः चेत् तत्र पूर्वदेशः स्यात्, पूर्वदेशात् यदा उत्तरदेशपर्यन्तं वयं गच्छामः, उत्तरदेशे संयोगः वयं संयोगं प्राप्नुमः, तदानीम् उत्तरदेशसंयोगानुकूलः व्यापारः, तदेव गतिः। आं भगिनि, अस्तु, तत्र एकम् उदाहरणमस्ति, वटुः वृक्षं फलानि अवचिनोति इति अस्ति, अवचिनोति, वटुः वृक्षं फलानि अवचिनोति, अवचिनोति इत्यत्र अव इति उपसर्गं तत्र योजितमस्ति, उपसर्गः उपसर्गः योजितः अस्ति, अवचिनोति अथवा अवरुणद्धि, अव इति उपसर्गः, परन्तु तत्र तु गतिबुद्धि इत्यस्य विषयः नास्ति, अतः तत्तु द्विकर्मकस्य विषयः, अतः द्विकर्मकस्य न दृष्टं तादृश उदाहरणं न दृष्टम्, उपसर्गसहितगतिबुद्धिसूत्रस्य विषये अतः चिन्तनीयः विषयः। परन्तु यत् भवती उक्तवती तत् समीचीनः अस्ति, धातोः अर्थः भवति, धातोः परिवर्तनम् उपसर्गेण कृत्वा तत्र तु न भवति इति चिन्तयामः, धातोः इति अहं चिन्तयामि, तत्र समर्थनं कुत्रचित् अस्ति वा इति द्रष्टव्यम्। अस्तु अस्तु, शोभाभगिनी अग्रे गच्छामि। कुतः पठनीयं भगिनि? तत्र ततः अग्रे एकम् आर्थिकमस्ति खलु, नियन्त्रकर्तृकस्य, हा अस्तु, नियन्त्रकर्तृकस्य वहेरनिषेधः इति वार्तिकं, नियन्त्रकर्तृकस्य वहेः अनिषेधः इति वार्तिकं, यदि वह् धातुः ण्यन्तावस्थायां यः कर्ता धातोः क्षमतां यदि वह् धातोः ण्यन्तावस्थायां यः कर्ता सः नियन्त्रकः सारथिः अथवा सूतः अस्ति तर्हि अण्यन्तावस्थायां यः कर्ता सः कर्म कर्मसंज्ञां प्राप्नोति. पूर्ववार्तिकेन यः निषेधः विहितः तस्य पुनर्विधानं क्रियते अनेन वार्तिकेन. सामान्यतया वह् धातोः योगे अण्यन्तावस्थायां यः कर्ता सः ण्यन्तावस्थायां कर्मसंज्ञां प्राप्नोति. गतिबुद्धिप्रत्यवसानार्थकशब्दकर्म अकर्मकाणाम् अणि कर्ता सणौ इति सूत्रेण. तदनन्तरं तस्य निषेधः क्रियते निवह्योर्न इति वार्तिकेन. नियन्तृकर्तृकस्य वहेरनिषेधः इति वार्तिकेन यदि वह् धातोः कर्ता नियन्त्रकः नियन्ता सारथिः सूतः इत्यादिकम् अस्ति तर्हि अण्यन्तावस्थायां यः कर्ता अस्ति सः ण्यन्तावस्थायां कर्मसंज्ञां प्राप्नोति. अर्थात् कर्मसंज्ञायाः निषेधः न भवति ण्यन्तावस्थायाम् इति. तत्र पुनः निवह्योर्न इति वार्तिकम् इत्यस्य विषये इतोपि किञ्चित् अनुवर्तनं. नियन्तृ इत्युक्ते तत्र नि धातोः अपि च वह् धातोः विषये तत्र कर्मसंज्ञा भूत्वा तस्य पुनः तत्र एतेन वार्तिकेन अपवादं भूत्वा कर्मसंज्ञा न भवति इति तेषां कर्मसंज्ञा न भवति इति पूर्वं दृष्टवन्तः. किन्तु नियन्त्रकर्तृकस्य वहेः निषेधः इति वार्तिकम् इत्यनेन यदि तत्र वह् धातुः ण्यन्तावस्थायां वह् धातोः उपयोगे ण्यन्त अवस्थायां यः कर्ता नियन्त्रकः वा सारथि वा सूतः वा अस्ति तर्हि तत्र अण्यन्तावस्थायां यः कर्ता सः कर्मसंज्ञां प्राप्नोति. किन्तु पुनः तत्र एतेन वार्तिकेन निषेधः विहितः भवति अपि च तस्य पुनर्विधानं क्रियते. इत्युक्ते वह् धातोः तत्र अग्रे उदाहरणमपि दत्तं यथा तत्र तत्र पठामि वा अग्रे पठित्वा वदामि वा अथवा इत्युक्ते अस्तु यथा सूतः सारथिः अथवा नियन्त्रकः इति वाहान् रथं वाहयति इति. तत्र वाहः इति तत्र अश्वाः इति भवन्ति. तत्र सामान्यतया तत्र किं भवति सूतः सारथिः नियन्त्रकः इति कृत्वा सूतः वाहान् रथं वाहयति इति भवति. नो चेत् इत्युक्ते तत्र इदानीं निवह्योर्न इति वार्तिकस्य पुनः अपवादः भवति तत्र यतोहि सूतः सारथिः नियन्त्रकः अस्ति इति कृत्वा वाहान् रथं वाहयति इति. नो चेत् तत्र वाहः इत्यस्य तृतीया विभक्तिः भवेत् यतोहि वह् धातुः अस्ति तस्य तस्य प्रयोगे अण्यन्त अवस्थायां यः प्रयोज्यकर्ता अस्ति तस्य कर्मसंज्ञा ण्यन्त अवस्थायां न भवति इति नियमेन. किन्तु तस्य नियमस्य तत्र उल्लङ्घनं भवति अस्मिन् धातोः कृते अपि च यत्र कर्ता नियन्त्रक अस्ति तत्र वहेः अनिषेधः कृतम् अस्ति एतेन वार्तिकेन इति. तावत् सम्यक् वा भगिनि? समीचीनं तर्हि तत्र सम्यक् तत्र नियन्त्रकर्तृकस्य वहेः अनिषेधः इति उक्तं. तत्र वह् धातोः विषये पुनः अत्र उच्यते इत्युक्ते गतिबुद्धिप्रत्यवसानार्थशब्दकर्मकर्मकाणाम् अणिकर्ता स णौ इति सूत्रेण वह् धातोः गत्यर्थकः अस्ति चेत् तदानीं प्रयोजकर्तुः कर्मत्वं भवति. तत्पश्चात् नीवह्योर्न इति सूत्रेण इति वार्तिकेन वह् धातोः विषये प्रयोजकर्तुः कर्मत्वं न भवति इति उक्तं. इदानीं तत्र प्रतिप्रसवः यस्य निषेधः कृतः तस्य पुनर्विधानं तदेव तत्र नियन्त्रकर्तृकस्य वहेः अनिषेधः निषेधः यः उक्तः आसीत् निवह्योर्न इत्यनेन तस्य तादृशनिषेधः न भवति इति उक्तम् यत्र कर्ता प्रयोज्यकर्ता तत्र उदाहरणं वयं पश्यामः चेत् वाहाः रथं वहन्ति इति वाक्यमस्ति वाहाः रथं वहन्ति इति वाक्यं तत्र प्रयोजककर्तारं उपयुज्य वयं वाक्यं वदामः चेत् कथं भवति प्रयोजककर्तारम् उपयुज्य प्रयोजक हा तत्र सूतः वाहान् रथं वाहयति इति वाक्ये प्रयोज्यकर्ता सूतः अस्ति प्रयोजक किमपि भवेत् चेत् यथा तत्र सैनिकः सूतः वाहान् रथं वाहयति इत्यत्र प्रयोज्यकर्ता कः ओ वाहान् इति भवति वाहाः इति प्रयोज्यकर्ता भवति हा सूतः वाहाः इति किं तत्र वाहाभिः इति भवति वा भगिनी तृतीयविभक्ति वाहाभिः रथं वाहयति किमर्थं वाहाभिः इति किमर्थं वाहाः इति अश्वाः इति भवन्ति अश्वैः वाहैः इति भवति वा तृतीयविभक्तिः किमर्थं वाहैः केन आधारेण वाहैः इति तृतीया इत्युक्ते सूत इदानीं तत्र सूतः वाहान् रथं वाहयति इत्यस्मिन् वाक्ये वाहान् इति प्रयोज्यकर्ता अस्ति इत्युक्ते वाहाः रथं वहन्ति इति भवति अण्यन्त अवस्थायां हा अण्यन्त अवस्थायां वाहाः इति प्रयोज्यकर्ता अथवा कर्तारः इति प्रायशः कर्तारौ अतः यतोहि यतोहि अण्यन्तवस्थायां तत् प्रयोज्यकर्तारः सन्ति इति कृत्वा ण्यन्तावस्थायां तत्र वह् धातुः किं तत्र निवह्योर्न इति वार्तिकेण तत्र तृतीय कर्मपदं न इति तत्र तृतीया भवेत् वाहाः इत्यस्य यतोहि तत्र नियमसूत्रम् अस्ति वा निषेधसूत्रम् अस्ति निषेधसूत्रम् अस्ति वार्तिकम् अस्ति इति कृत्वा हा निषेधवार्तिकम् अस्ति इति कृत्वा किन्तु तस्य वार्तिकस्य निषेधस्य निषेधः भवति एतेन वार्तिकेन नियन्तृकर्तृकस्य वहेः अनिषेधः इति वार्तिकम् नियन्तृकर्ता कः तत्र नियन्त्रकर्ता सूतः एव यतोहि तत्र वाहान् सूतः वाहान् सूतः कीदृशः नियन्ता अस्ति इदानीं यतोहि वाहान् नियन्त्रयति अस्ति नियन्ता तु अस्ति सूतः इदानीं तत्र प्रयोजककर्ता हा सूतः प्रयोजक हा अतः प्रयोजककर्ता इति कृत्वा वाहयति इति तस्य अन्वयः भवति तेन उक्तः प्रथमविभक्तिः तस्य अपि च वाहाः तत्र प्रयोज्यकर्ता तेषां तृतीया भवितुम् अर्हति किन्तु न भवति यतोहि सः तत्र नियन्ता अस्ति अति इति कृत्वा तस्मिन् वाक्ये एतादृशप्रयोगः भवितुम् अर्हति नियन्ता भवेत् प्रयोजककर्ता नियन्ता भवेत् तदानीमेव तत्र वाहान् इति द्वितीयविभक्तिः भवति यदि तत्र प्रयोजककर्ता नियन्ता नास्ति तदानीं नियन्त्रकर्तृकस्य वहेः अनिषेधः इत्यस्य प्रयोगः नास्ति तदानीं यथा भगिनी उक्तवती वाहान् इत्यस्य स्थाने तत्र वाहैः इति स्यात् भगिनी यत्र सूतः नास्ति परन्तु अर्जुनः वाहैः रथं वाहयति वा आम् वाहैः रथं वाहयति अर्जुनः इति तत्र केवलं सूतः सारथिः नियन्त्रका इति पदस्य एव न तदेव तदेव अहं स्पष्टीकरोमि. इदानीं तत्र केवलं सूतः एव नियन्ता इति नास्ति. तत्र नियन्ता इति अवगम्यते चेत् तत्र सर्वदा वाक्ये अश्वः एव भवति रथमेव भवति इति नास्ति. यदा अश्वः अस्ति रथम् अस्ति तत्र कश्चन अस्ति तत्र तत् अश्वं किम् अश्वस्य नियन्त्रणं कर्तुं कश्चन अस्ति इति वयम् अवगच्छामः तदानीं सः भवति नियन्ता. सः भवति नियन्ता, सः भवितुमर्हति, सः सूतः भवितुमर्हति, अर्जुनः भवति, यः कोऽपि भवितुमर्हति. यदि त नियन्ता इति अवगम्यते चेत् तदानीं तत्र अस्य वार्तिकस्य प्रयोगः. तर्हि इदानीम् अर्जुनः अर्जुनः स्वयं रथं चालयति वा नियन्ता अस्ति वा इति चेत् अस्ति चेत् भवितुमर्हति. अतः तत्र सन्दर्भानुगुणम् केवलं सूतः इति शब्दः अस्ति चेत् इति नास्ति. कोऽपि वाहान् एव भवति खलु, वाहान् इति एव अर्जुनः वाहान् रथं वाहयति इति एव सत्यम्. न तु वाहैः, न तु वाहैः, यतोहि तत्र नियन्ता अस्ति इति अवगम्यते. यदि नियन्ता नास्ति इति जानीमः चेत् तत्र कश्चन बालकः अस्ति इति चिन्तयतु. रथे रथे तत्र कश्चन बालकः अस्ति, सः रथं चालयितुं न जानाति, तर्हि नियन्त्रकः इति वक्तुं न शक्नुमः. अतः तत्र यथा रथ यथा तत्र अश्वः गच्छति तथा एव सः अपि गच्छति, तस्मिन् दिशि सः गच्छति. अतः सः नियन्ता इति नास्ति. तदानीं तत्र बालकः वाहैः रथं वाहयति इति एव वाक्यं भवति. इदानीं सूतस्य स्थाने अस्माकं किम् इदानीं तत्र कश्चन पुरुषः इति वयं चिन्तयामः. पुरुषः तद् इन्द्रियाणि इन्द्रियाणि एव रथरूप तत्र इन्द्रियाणि एव तत्र अश्वरूपेण सन्ति इति चिन्तयन्तु इन्द्रियाणि. तर्हि योगी अस्ति चेत् सः नियन्ता भवति, इन्द्रियाणां निग्रहं करोति इति कृत्वा तदानीं तत्र इन्द्रियाणि इत्येव वयं वदामः. योगी इन्द्रियाणि इति उक्त्वा वयं वदामः तत्र, यतोहि सः नियन्त्रणं करोति. परन्तु कश्चन साधारणः पुरुषः अस्ति चेत् यस्मिन् कस्मिन् दिशि अपि इन्द्रियं गच्छति तत्र तस्मिन् दिशि सः गच्छति खलु, इति कृत्वा तत्र नियन्त्रणं नास्ति. नियन्त्रणम् इत्युक्ते यः कम्प्लीट् कण्ट्रोल्. अस्तु, वार्तिकस्य अर्थः अवगतः खलु. अस्तु, लक्ष्मीभगिनी भवती पठतु अग्रे. आं भगिनि, उदाहरणं खलु भगिनि, सूतः खलु उदाहरणम् उक्तं, ततः एकमेव वाक्यं. ततः परम् अन्यन्तावस्थायां वाक्यमस्ति वाहाः अश्वाः रथं वहन्ति इति. अन्यन्तावस्थायां कर्ता अस्ति वाहाः. वाक् इति धातोः निजन्तरूपमस्ति वाहयति. वाक् इति धातुः गत्यर्थकः इति कृत्वा गतिबुद्धिप्रत्यवसानार्थशब्दकर्म अकर्मकाणाम् अणिकर्ता सनौ इति सूत्रेण प्रयोज्यकर्तॄणां वाहानां कर्मत्वं भवति ण्यन्तावस्थायां. परन्तु नीवह्योर्ना इति वार्तिकेन प्रयोज्यकर्तुः कर्मत्वं निषिध्यते. पुनः नियन्त्रकर्तृकस्य वहेरनिषेधः इति वार्तिकेन वह् धातुः कर्ता, नियन्त्रकः, नियन्ता, सारथिः इत्यादिकम् अस्ति चेत् तस्य अण्यन्तावस्थायां यः कर्ता अस्ति सः ण्यन्तावस्थायां कर्मसंज्ञां प्राप्नोति. अत्र यदा उक्तं तदेव अस्य इतोपि विवरणं जायमानमस्ति. एकवारं उक्तं यत् गत्यर्थकधातूनाम् अन्यन्तावस्थायां यः कर्ता अस्ति तस्य कर्मसंज्ञा भवति इति गतिबुद्धिप्रत्यवसानात् शब्दकर्माकर्मकाणाम् अणिकर्तासनौ इत्यनेन विधीयते. अतः नी वह् इत्यनयोः अपि गत्यर्थकधातुः इति कृत्वा यदा तयोः ण्यन्तावस्थायाम् अणिकर्ता यः अस्ति तस्य कर्मत्वं प्राप्नोति. किन्तु नीवह्युर्ना इति वार्तिकं वदति यद्यपि नीवह् धातु गत्यर्थकः धातवः सन्ति धातौ स्तः तथापि तस्य कर्मत्वं न भवति इति अनेन वार्तिकेन कर्मत्वं न भवति. पुनः नियन्त्रकर्तृकस्य क्षम्यतां किमस्ति हा नियन्त्रकर्तृकस्य वहेरनिषेधः इति वार्तिकं वदति अस्य निषेधस्य निषेधं करोति एतत् वार्तिकम्. अनेन अस्य वार्तिकस्य अर्थः अस्ति यदि प्रयोजककर्ता नियन्ता यन्ता नियन्ता यन्तारं सारथिः नियन्त्रकः सूतः इत्यादयः सन्ति चेत् वह् धातुः अपि अस्ति चेत् यः निषेधः नीवह्युर्ना इत्यनेन प्राप्यते तादृशनिषेधः न भवति इति अत्र उक्तमस्ति. इत्युक्ते पुनः कर्मत्वं प्राप्यते इति अर्थः. यदि वह् धातुः अस्ति कर्ता तु नियन्त्रककर्ता अस्ति चेत् तस्मिन् सन्दर्भे पुनः कर्मत्वं प्राप्यते नीवह्युर्ना इति वार्तिकेन निषेधः नास्ति इति अत्र उक्तमस्ति. परन्तु अत्र तु धातुः यद्यपि द्विकर्मकः अत्र तु द्विकर्मकप्रयोगः नास्ति अत्र. हा अत्र द्विकर्मकः इति नास्ति किन्तु कर्तुं शक्नुमः खलु यदि भवान् इदानीं अन्यन्तावस्थायां वाहाः रथम् अयोध्यां वहन्ति इति कर्तुं शक्नुमः खलु कोऽपि भारतं हा पुनः अनेन वार्तिकेन सूतः वाहान् रथम् अयोध्यां वाहयति. अयोध्याम् इति तत्र द्विकर्मकः कुत्र अस्ति? वाह् धातु क्षम्यतां रथं वाहयति वाह रथ किं तत्र अयोध्या इत्यस्य का तत्र का न किं कारकं विवक्षितम्? अहं तत्र नयति इति अस्मिन् अर्थे उक्तवती. अन्य किमपि भवितुम् अर्हति वा? अयोध्या इति उक्तं खलु. अयोध्या इत्यस्य का विवक्षा? अयोध्याम् इत्युक्ते द्वितीया विभक्ति एव चिन्तितवती. कारकं किम् अस्ति अयोध्या इति वदति चेत् कारकं किं तत्र? कर्मकारकमेव. न वाहाः अयोध्यां रथं वहन्ति इति वक्तुमिच्छति वा? आम् तत्र नयति इत्यस्मिन् अर्थे न अर्थं न सङ्गच्छते भगिनि. यतो हि अहं नयति इत्यस्मिन् अर्थे उक्तवती. अतः अन्य किमपि वक्तव्यं? वहति भारं वहति तत्र रथं ततः परं वाहः रथं महोदय एकः प्रश्नः अस्ति पृच्छामि वा? एकक्षणं भगिनि एकक्षणम् एकक्षणं समीचीनम् एकक्षणं तत्र समापयामः तत्र चिन्तनं समापयामः इत्युक्ते वाहः कर्मत्वं इत्युक्ते अयोध्यातः वाहाः रथं वहन्ति इति वक्तुं शक्नुमः खलु? तदेव अर्थः सङ्गच्छति वा न वा? अजां नयति वहति इति न वाहाः अयोध्यातः रथं वहन्ति इति वाक्यम् अयोध्यातः इत्यस्य इदानीं तत्र पञ्चमी तत्र अपादानम् इति न विवक्ष्यते चेत् इदानीं कर्मत्वं भवितुमर्हति खलु समीचीनम् खलु अयोध्या अयोध्यां रथं वहन्ति इति अस्ति इदानीं पुनः सूतः न्यन्तावस्थायां समान् सूतः वाहान् रथम् अयोध्यां वाहयति इदानीं तत्र त्रिकर्मकः अस्ति इति तत्र सर्वत्र न भवति विशिष्टस्थलेषु एव भवति हृ कृ इत्यत्र भवति अपि च अत्र भवति वहधातोः यत्र नियन्त्रकर्ता नियन्त्रकर्ता अस्ति तत्र भवति नियन्त्रकर्ता अस्तु विजय भगिनी पृच्छतु धन्यवादः भगिनी अत्र द्विकर्म द्विकर्मकः अस्ति चेत् उदाहरणं किं भवति अत्र द्विकर्मकः नास्ति चेत् किम् उदाहरणं भवति भगिनी अहं महोदय अहं न जानामि एतत् विषये किञ्चित् वक्तुं शक्यते वा सूतः वाहान् रथं वाहयति इति वाक्यम् अत्र यद्यपि धातुः द्विकर्मकः अस्ति तत्र द्विकर्मकप्रयोगः न कृतः यतोहि अन्यन्तावस्थायां वाक्यं किम् अस्ति वाहाः रथं वहन्ति तत्र रथम् इति एकमेव कर्मपदम् अस्ति वह धातुः यद्यपि धातुः द्विकर्मकः तथापि द्विकर्मकप्रयोगः न कृतः तत्र वाहाः रथं वहन्ति इति एकमेव कर्मपदं तस्य एव निजन्तवाक्यं सूतः वाहान् रथं वाहयति इत्यत्र केवलं वाहाः इति प्रयोज्यकर्ता तस्य कर्मत्वं भवति अनेन वार्तिकेन नियन्तृकर्तृकस्य वहेः अनिषेधः इति वार्तिकेन वाहान् इति प्रयोजकर्तुः कर्मत्वम् अत्र द्विकर्मकप्रयोगः नास्ति परन्तु द्विकर्मकप्रयोगः भवितुमर्हति वहधातोः विषये वहधातुः द्विकर्मकः अतः द्विकर्मकप्रयोगः भवितुमर्हति द्विकर्मकप्रयोगः इत्युक्ते किम् इति चेत् यत्र अन्यकारकस्य अविवक्षा अस्ति इत्युक्ते वाहाः अयोध्यातः रथं वहन्ति इति वक्तुं शक्नोमि वाहाः अयोध्यातः रथं वहन्ति इति वक्तुं शक्नोमि अथवा वाहाः अयोध्यायाः रथं वहन्ति इति वक्तुं शक्नोमि अयोध्याः इति पञ्चमी परन्तु यत्र अपादानस्य अविवक्षा कश्चन अस्ति यः तथा वक्तुं न इच्छति अपादानरूपेण वक्तुं न इच्छति तदानीं सः धातुः द्विकर्मकः इति कृत्वा कर्मत्वं प्रयुज्य वदति वाहाः अयोध्यां रथं वहन्ति इति वदति चेत् अत्र कर्मपदद्वयम् अस्ति अयोध्याम् इति एकं रथम् इति एकम् इति कृत्वा द्विकर्मकः धातुः तस्य इदानीं निजन्तप्रयोगे कथं भवति इति चेत् सूतः वाहान् रथम् अयोध्यां वाहयति इति वाक्यं तत्र सर्वं समानं केवलं प्रयोज्यकर्ता अस्ति वाहाः तस्य द्वितीयविभक्तिः भवति अनेन वार्तिकेन अवगतं वा अपादानं किमर्थम् अत्र आगच्छति यत्र पृथक् अस्ति चेत् एव अपादानम् आगच्छति खलु अत्र वाह अनन्तरं रथम् अयोध्याम् एतत् अत्र स्वीकुर्मः चेत् अत्र अपादानविषयं किमर्थं कुत्र आगच्छति अयोध्यातः लीडिङ्ग् चारियेट् फ्रम् अयोध्या अयोध्यातः पृथक्करणम् अस्ति अयोध्यातः पृथक्करणम् अस्ति इति कृत्वा तत्र तथा अस्ति हा सन्देहः तत्र अयोध्यातः इति मम अपि अयोध्यायाः अयोध्यायाः न तत् तत् समीचीनं किन्तु यत् वाक्यं कृतं तत्र अयोध्याम् इति तत्र प्रथमं वाक्ये अपि तदेव भवेत् खलु अयोध्यां प्रति गच्छति इति भवति चेत् तत् तदा अयोध्यां रथं न तादृशविवक्षा नास्ति अयोध्यां प्रति गच्छति इति विवक्षा नास्ति अत्र इत्युक्ते अयोध्यातः अस्ति चेदपि अयोध्याम् इति वक्तुं शक्नुमः अयोध्यातः इति मया एवमेव उक्तम् अयोध्यातः इत्युक्ते अयोध्यायाः इत्यस्मिन् अर्थे अयोध्यायाः इति पञ्चमी यत्र अस्ति इत्युक्ते अयोध्यातः इति अव्ययम् अस्ति अयोध्यातः इति अव्ययम् अस्ति अयोध्यायाः अयोध्यायाः इति अपादानस्य अविवक्षायां तदानीं वाहाः अयोध्यां रथं वहन्ति इति वक्तुं शक्नुमः। हा तत्र न प्रत्ययस्य विषये क्लेशः नास्ति, किन्तु अयोध्यातः इति उक्तत्वात् अपादानं भवति, तदनन्तरं वाक्यं कृतं यत्र अयोध्यां प्रति गच्छति इति, अतः अयोध्यां प्रति गच्छति नास्ति भगिनि, अयोध्यां प्रति गच्छति नास्ति, वाक्यं मूलवाक्यं वाहाः अयोध्यायाः रथं वहन्ति इति वाक्यं स्यात्। द्वितीयवाक्यं भगिनि, हा द्वितीयवाक्यं यत्र द्विकर्मक, न तदेव वदामि, परन्तु कश्चन कर्ता परन्तु कश्चन तथा वक्तुं न इच्छति, वाहाः अयोध्यायाः रथं वहन्ति इति वक्तुं न इच्छति, तदानीं तत्र किं वदति इति चेत् वाहाः अयोध्यां रथं वहन्ति इति वदति, तत्र अयोध्यायाः इति अपादानस्य अविवक्षायां कर्मत्वं भवति, यथा तत्र उक्तं खलु बलेः वसुधां याचते इति यथा उक्तं तथैव अत्र। अस्तु अस्तु, इदानीम् अवगतं, तदेव क्लेशः आसीत् मम तत्र अपादानं तदनन्तरं किमर्थं तत्र कर्मपदम् इति। अस्तु धन्यवादः। अस्तु इदानीम् अग्रे गच्छामः, तत्र कः सूर्यकुमारी भगिनी पठतु। आं महोदय, तृतीयबिन्दुः खलु, आदिकाद्योर्ण, आदिकाद्योर्णः इति वार्तिकम्, अद् खाद् इत्यनयोः धातोः अन्यन्तावस्थायां यः कर्ता सः न्यन्तावस्थायां कर्मसंज्ञा न प्राप्नोति, यद्यपि एतौ द्वौ धातु भक्षणार्थकौ स्तः तदापि अनेन वार्तिकेन तयोः कर्मसंज्ञा न विधीयते, अतः ण्यन्तावस्थायाम् एतयोः धात्वोः योगे प्रयोज्यकर्ता कर्मसंज्ञाम् अप्राप्य तृतीयविभक्तिः प्राप्नोति कर्तुकरणयोस्तृतीय इति सूत्रेण। एतत् वार्तिकं गतिबुद्धिप्रत्यवसानार्धशब्दकर्मकानामणि कर्ता सौ सानौ इति सूत्रं निषेधयति। आदिखाद्धोर्णः इति वार्तिकं गतिबुद्धिप्रत्यवसानार्धकर्मकानामणि कर्तौ स नौ इत्यस्य अपवादसूत्रमस्ति। अद् खाद् भक्षाद्य अस्ति अपि कर्मसंज्ञा न भवति, तृतीयविभक्ति भवति इति अर्थः। वः कर्मसंज्ञा केन सूत्रेण प्राप्तम्? गतिबुद्धिप्रत्यवसानार्थशब्दकर्मकानां किमर्थं प्रत्यवसानात् अस्ति। सम्यक्, अद्काद् द्वयमपि प्रत्यवसानार्थ इत्यस्मिन् अन्तर्भूतौ द्वयमपि भक्षणार्थकौ स्तः इति कृत्वा तत्र कर्मसंज्ञा प्राप्यते। गतिबुद्धिप्रत्यवसानार्थशब्दकर्मकर्मकाणामणिकर्तासणौ इति सूत्रेण कर्मसंज्ञा प्राप्यते, तस्य निषेधः क्रियते अनेन वार्तिकेन, आदिकाद्योर्न इति वयं वदामः चेत् तर्हि प्रयोज्यकर्तुः कर्मत्वं न भवति इति उक्तमत्र। सत्यं नीवह्योर्न इति एव आदिकाद्योर्न। अस्तु समीचीनं, तर्हि इदानीं अग्रे तत्र विजया भगिनी पठति वा? आं महोदय, अत्र यथा देवदत्तः वटुना अन्नम् आदयते, वटुना आम् अस्तु, अत्र वटुः बालकः यः प्रयोज्यकर्ता अस्ति सः गतिबुद्धिप्रत्यवसानार्थशब्दकर्म अकर्मकाणाम् अकर्मकाणामणिकर्ता स नौ इति सूत्रेण कर्मसंज्ञाम् आप्नोत्, तस्याः निषेधः क्रियते आदिर्खाद्योर्न इति वार्तिकेन। अतः सः कर्मत्वम् अप्राप्य तृतीया विभक्तिं प्राप्नोति कर्तृकरणयोस्तृतीया इति सूत्रेण. अत्र देवदत्तः वटुना बालकेन अत्र अन्नम् आदयते इति अत्र बालकः एव वटुः एव अत्र प्रयोज्यकर्ता अस्ति. देवदत्तः अत्र प्रयोजककर्ता अस्ति. परन्तु एतत् गतिबुद्धिर् प्रत्यवसानार्थशब्दकर्म अकर्मकाणामणिकर्ता स नौ इति सूत्रेण कर्मसंज्ञा अत्र प्राप्नोति एव. परन्तु अत्र निषेधः भवति आदिकाद्योर्न इति वार्तिकेन. अतः कर्मत्वं न प्राप्नोति. अत्र कर्तृकरणयोस्तृतीया इति सूत्रमेव अत्र कार्यं करोति. अतः तत्र देवदत्तः वटुना अन्नम् आदयते इति कर्तृकरणयोस्तृतीया इति सूत्रमेव अत्र कार्यं करोति. खलु महोदय, समीचीनं वा? समीचीनं. तत्र अद्धातुः भक्षणार्थकः इति कृत्वा गतिबुद्धिः इत्यनेन कर्मत्वं भवितुम् अर्हति. तस्य निषेधः क्रियते आदिकाद्योर्न इति वार्तिकेन इति कृत्वा प्रयोजकर्तुः कर्तृकरणयोस्तृतीया इत्यनेन तृतीयविभक्तिः भवति. देवदत्तः वटुना अन्नम् आदयते. एवमेव तत्र देवदत्तः वटुना अन्नं खादयति इत्यत्रापि एवमेव खलु? समीचीनं. खादधातुः अपि च अद्धातुः विषये एव. अस्तु, तर्हि इदानीम् अग्रे किं तत्र विनयमहोदय पठति वा? मीना भगिनी, वदामि भगिनि. भक्षेः अहिंसार्थस्य न इति वार्तिकम् इदानीं चतुर्थवार्तिकमस्ति. अहिंसार्थकस्य भक्षधातोः योगे यः कर्ता अन्यन्तावस्थायां यः कर्ता न्यन्तावस्थायां कर्मसंज्ञा न प्राप्नोति. एतत् अहिंसार्थस्य साधारणतया भक्ष्यार्थ अर्थस्य धातोः तत्र गतिबुद्धि प्रत्यवसार्थशब्दकर्म अकर्माणाम् अणिकर्तासौ इति सूत्रेण कर्मसंज्ञा प्राप्नोति. परन्तु अनेन वार्तिकेन भक्षेः अहिंसार्थस्य न इति वार्तिकम् अस्ति. तत्र भक्ष्धातोः योगे यः कर्ता अण्यन्तावस्थायां यः कर्ता न्यन्तावस्थायां कर्मसंज्ञा न प्राप्नोति. एतत् वार्तिकं गतिबुद्धिप्रत्यावसानार्थशब्दकर्म कर्मकाणाम् अणिकर्ता कर्ता च नौ इति सूत्रं निषेधयति. कर्ता स णौ इति सूत्रं निषेधयति. यस्य प्राणः अथवा जीवः अस्ति स प्राणी इति उच्यते. प्राणीनाम् एव हिंसा स्वीकृता अस्मिन् सूत्रे. प्राणिनाम् एव हिंसा कृता. कथं हिंसा कृत हिंसा कृतं सस्यानि प्राणिनः इति मन्यते इति. तानि भूमौ स्थित्वा जलं स्वीकुर्वन्ति. यः प्राणिनि जलं पिबति इति प्राणिनः वा? सस्यानि प्राणिनः इति मन्यते. सस्यानि अपि प्राणिनः. क्षेत्रस्थानां सस्यानां भक्षणमेव हिंसा इति मन्यते. क्षेत्रे प्ररूढमूलनं सस्यमिह विवक्षितं. तस्य तदानीम् अन्तःप्रज्ञजीवत्वात् तत् भक्षणं हिंसा एव इति भावः. भक्षणमपि हिंसा एव भावः वा अत्र किम् उक्तम् अत्र यत् पठितं तस्य विषये वदतु तत्र प्राणः भक्षणार्थे यद् हिंसा भवति तत्र वार्तिकं वदति कर्मसंज्ञा न प्राप्नोति इति गतिबुद्धि इति सूत्रेण न यत्र हिंसा भवति तत्र न प्राप्नोति इति न उक्तम् भक्षेः अहिंसार्थस्य न इति वार्तिकम् अहिंसार्थस्य न इत्युक्ते किं हिंसा अस्ति चेत् भवति अहिंसार्थस्य भवति अस्ति वा यस्य प्राणः अथवा हिंसा इत्युक्ते किम् हिंसा इत्युक्ते यत्र प्राणहानिः भवति खलु प्राणस्य हानिः भवति तदेव हिंसा तर्हि कुत्र प्राणः अस्ति कुत्र प्राणः नास्ति इति कथं जानीमः प्राणस्य हानिः भवति चेत् हिंसा तर्हि कुत्र प्राणः अस्ति इत्युक्ते तत्र इत्युक्ते तत्र जीवेषु प्राणः अस्ति इत्युक्ते तत्र मनुष्याणां प्राणः अस्ति पशूनां प्राणः अस्ति पक्षिणां प्राणः अस्ति तर्हि कुत्र प्राणः अस्ति न वा इति सन्देहः इति चेत् सस्यस्य विषये सन्देहः अस्ति प्राणः अस्ति वा न वा सस्ये अतः अत्र उक्तं सस्येषु अपि प्राणः अस्ति एव सस्येषु अपि प्राणः अस्ति कीदृशसस्यानां प्राणः इति चेत् यद् सस्यं क्षेत्रे अस्ति अतः प्ररूढमूलः अस्ति इत्युक्ते इट् इस् इन् द ग्रौण्ड् इन् ग्रोयिङ्ग् तादृशसस्यस्य प्राणः अस्ति यदि तत्र भूमितः निष्कासितं चेत् तदानीं प्राणः गतः इफ् यु रिमूव् इट् फ्रोम् द ग्रौण्ड् प्राणः गतः तदानीं तत्र प्राणी इति न वदामः सस्यानां विषये यदा सस्यानि भूमौ सन्ति तदानीं तत्र तस्मिन् तेषु प्राणः अस्ति इति वयं वदामः तर्हि तादृशसस्यानां विषये हिंसा भवितुम् अर्हति तादृशसस्यानां विषये हिंसा अस्ति बट् वेजिटेबल्स् दट् वि बै एण्ड् ईट् तत्र हिंसा नास्ति यतोहि वि डोण्ट् प्लक् एण्ड् ईट् रैट् वि आर् जस्ट् बैङ्ग् फ्रम् औट्सैड् सम्वेर् अतः तत्र हिंसा नास्ति परन्तु यदा स्वयं गत्वा तत्र किं वृक्षं निष्कास्य किमपि वयं कुर्मः चेत् अप्रूटिङ्ग् प्लाण्ट् आर् अ ट्री तत्र तु हिंसा अस्ति अतः अत्र किम् उक्तं हिंसा अस्ति चेत् प्रयोजकर्तुः कर्मत्वं भवति हिंसा नास्ति चेत् न भवति महोदय अतः एव मुनिनः मुनयः यत् फलं पतितः एतत् एव खादितवन्तः फलमेव धन्यवादः महोदय वयं सर्वदा हिंसा एव कुर्मः वा प्रायेण कृपया सा मुनयः वृक्षात् फलं न स्वीकुर्वन्ति वृक्षात् यत् फलं पतितमस्ति भूमौ तदेव स्वीकुर्वन्ति प्रसादरूपेण स्वयं वृक्षतः फलं न स्वीकुर्वन्ति अत्र हिंसा अस्ति अतः न कुर्वन्ति इति अस्ति अस्तु इदानीं वार्तिकस्य अर्थः स्पष्टः वा अत्र आं महोदय महोदय आदेश्च प्रतिषेधः अपि अस्ति किं पूर्वम् आदेश्च प्रतिषेधः इति वार्तिकेन नन्तवस्थायां धातुः परस्मैपदरूपं न भवति किम् आद्धातोः तत्र सूत्रमस्ति खलु आदातोः सूत्रमस्ति किल इति मया चिन्तितम् अत्र आदयति इति अपि उक्तं तदनन्तरं मया चिन्तितं सूत्रमस्ति तत्र इति सत्यं धन्यवादः तत्र परस्मैपदी न भवति आत्मनेपदी एव खलु अस्तु तर्हि अग्रे गच्छामः इदानीं तत्र अग्रे किं शुभदा भगिनी पठितुमिच्छति वा आं भगिनि नमस्कारः कृपया कुतः भगिनि देवदत्तः वटुना अन्नं भक्षयति ततः वा तत्र उदाहरणं न दृष्टं तद् उदाहरणं स्वीकृत्य वदतु देवदत्तः बलिवर्दान् वृषभान् सस्यं भक्षयति इति उदाहरणं पठित्वा वक्ष्यामि भगिनि देवदत्तः बलिवर्दान् नाम वृषभान् सस्यं भक्षयति हिंसार्थकः भक्षधातुः अस्ति चेत् तदानीं प्रयोज्यकर्तुः कर्मत्वं भवति सस्यं प्राणी इति मन्यते अन्नम् अप्राणी इति मन्यते क्षम्यतां भगिनि क्षम्यतां तत्र एतस्मात् पूर्वम् एकम् उदाहरणम् अस्ति तद् न दृष्टं तदपि पश्यतु तत्र यथा देवदत्तः क्षम्यताम् आमां भगिनि यथा देवदत्तः वटुना अन्नं भक्षयति अत्र वटुः इति प्रयोज्यकर्ता अस्ति सः गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणाम् अणिसत्कर्तासणौ इति सूत्रेण कर्मसंज्ञां प्राप्नोति तस्याः निषेधः भवति भक्षेरहिंसार्थस्य न इति वार्तिकेन अतः सः कर्मत्वम् अप्राप्य तृतीया विभक्तिं प्राप्नोति कर्तृकरणयोस्तृतीया इति सूत्रेण अत्र एकं वाक्यम् अत्र वयं स्वीकुर्मः देवदत्तः वटुना अन्नं भक्षयति अत्र किं भवति चेत् वटुः अन्नं भक्षयति इति अन्यन्त्यावस्थायां वाक्यं भवति देवदत्तः इति प्रयोजककर्ता देवदत्तः वटुना अन्नं भक्षयति अत्र भक्ष इति धातुः कर्मसंज्ञां प्राप्नोति हा क्षम्यताम् अत्र प्रत्यवसानार्थक भक्ष इति धातुः अस्ति इति कृत्वा कर्मसंज्ञां प्राप्नोति परन्तु तस्य निषेधः भवति भक्षेरहिंसार्थस्य न इति वार्तिकेन यतोहि तत्र कर्मसंज्ञा वटुः इति प्रयोज्यकर्ता अस्ति तस्य कर्मसंज्ञा न भवति यतोहि तत्र भक्षेरहिंसार्थस्य न एतस्मिन् वार्तिके भक्ष इति धातोः पठितः अस्ति अत्र अतः सः कर्मत्वम् अप्राप्य तृतीया विभक्तिं प्राप्नोति अत्र यथा वयं दृष्टवन्तः हिंसा अत्र हिंसा इति अहिंसार्थक भक्षधातुः अस्ति चेत् तस्य कर्मसंज्ञा न प्राप्नोति अत्र अन्नम् इति अहिंसार्थक भक्ष्यम् अस्ति इति मत्वा तत्र वटुः इति प्रयोज्यकर्तुः तृतीया कर्मसंज्ञा न भवति परन्तु अपि तु तृतीया विभक्तिं भवति कर्तृकरणयोस्तृतीया इति सूत्रेण तत्र अन्नम् इति अहिंसार्थकभक्ष्यम् इति चिन्तयामः चेत् एतत् सम्यक् भवति परन्तु अन्नम् इत्यस्य अहिंसार्थकसंज्ञा किमर्थं भवति इति न अवगतं भगिनि पुनः अन्नम् इत्यस्य अन्नम् इति हिंसार्थकभक्ष्यं भवति वा अहिंसार्थकभक्ष्यं भवति वा इति न जानामि अन्नम् इति वयं कदा वदामः पक्वम् अन्नम् इति वा तण्डुलस्य यदा पाकः जायते तदानीम् अन्नम् इति वदामः खलु अस्तु तदेव मया चिन्तितं तर्हि तत्र कुत्र अस्ति हिंसा तत्र तु हिंसा नास्ति इति कृत्वा अर्थसार्थक अत्र भक्षधातुः अस्ति, अतः तस्य प्रयोज्यकर्तुः कर्मसंज्ञा न भवति, अपि तु तृतीया विभक्तिः भवति, अतः वटुः इत्यस्य वटुना इति भवति, देवदत्तः वटुना अन्नं भक्षयति. भगिनि अद्य न पठामि. अस्तु नास्ति, क्षम्यताम्, आगामिसप्ताहे. अस्तु नास्ति नास्ति. अस्तु वंशि भगिनि. आम् भगिनि, द्वितीय उदाहरणमस्ति, देवदत्तः बलिवर्तान् वृषभान् सस्यं भक्षयति. हिंसार्थकः भक्षुधातु अस्ति चेत् तदानीं प्रयोज्यकर्तुः कर्मत्वं भवति. सस्यं प्राणि इति मन्यते, अन्नम् अप्राणि इति मन्यते शास्त्रे. प्राणी नाम यः भूमौ स्थित्वा जलं स्वीकरोति, अर्थात् जलं विना जीवितुं न शक्यते सः. अतः सस्यं प्राणी, अन्नम् अप्राणि. प्राणिनाम् एव हिंसा शक्यते, अप्राणिनां नास्ति. हिंसा इत्यस्य विषये व्याख्यानेषु एवम् उच्यते, क्षेत्रस्थानानां सस्यानां भक्षणम् एव हिंसा इति मन्यते. क्षेत्रे प्ररूढमूलं मूलनं सस्यम् इह विवक्षितं, तस्य तदानीम् अन्तःप्रज्ञ जीवत्वात् अन्तःप्रज्ञजीवत्वात् किमस्ति तत्र तत्र तद्भक्षणम् इदानीं समीकृतं तत्र मुद्रणदोष. ओ तद्भक्षणम् ओ तद्भक्षणं तद्भक्षणं हिंसा एव इति भावः. क्षम्यता, तस्य तदानीम् अन्तःप्रज्ञ जीवत्वात् तद् भक्षणं हिंसा एव इति भावः. अस्तु, द्वितीय उदाहरणमस्ति, देवदत्तः बलिवर्तान् सस्यं भक्षयति. भक्षातु सः तत्र प्रयोज्यकर्तुः कर्मत्वं भवति वा नास्ति वा इति चिन्तनं कदा भवति इत्युक्ते, भक्षेर् अहिंसार्थस्य न इति. यदि अहिंसार्थे अस्ति तत्र तु तस्य प्रयोज्यकर्तुः तृतीया विभक्ति प्राप्नोति. यदि हिंसार्थे अस्ति हिंसार्थे कर्मत्वं प्राप्नोति, अहिंसार्थे कर्मत्वं न प्राप्नोति. अतः तत्र बलिवर्तान् इत्युक्ते तत्र सस्यं भक्षयति, तत्र तु सस्यम् इति प्राणी अस्ति, यतोहि तत्र जलस्य भूमौ अस्ति सस्यम्, अपि च तस्य जलस्य पोषणम् अपि भवति. अतः बलिवर्तान् यदि वृषभः सस्यं खादति तत्र तु हिंसा भवति एव. अतः तत्र भक्षातो हिंसा अस्ति चेत् तत्र कर्मत्वं प्राप्नोति, तेन कारणेन बलिवर्तान् इति द्वितीयविभक्ति भवति. अपि च तत्र अन्यद्विषयः अस्ति, सस्यम् इति प्राणी अस्ति, अन्नम् अप्राणी अस्ति, यतोहि तत्र सस्यं भूमौ जलं स्वीकरोति, अन्नं तु जलं न स्वीकरोति इति, तेन कारणेन अप्राणि इति भवितुम् अर्हति. इदपि चिन्तितवन्तः, क्षेत्रे प्ररूढमूलं सस्यमिह विवक्षितम् इति अपि वयं अग्रे न पूर्वमेव अस्माकं चर्चा आसीत्. तेन कारणेन तत्र सस्यस्य यदा भक्षणं भवति तत्र प्रयोजकर्तुं सर्वदा कर्मत्वं प्राप्नोति. अग्रे अपि पठामि वा न पठितुं, क्षम्यतां. समीचीनं भगिनि, धन्यवादः, बहु सम्यक्, धन्यवादः. तर्हि अत्र बलिवर्दाः सस्यं किम् अन्यन्तवसायं वाक्यं कथं भवति? बलिवर्दाः सस्यं भक्षयन्ति किं बलिवर्दाः न भक्षयन्ति इति नास्ति, अन्यन्तवस्थायां हा बलिवर्ताः इति भवति न तत् भक्षते ओ भक्षति धातु भक्षन्ते भक्षति धातु रूप प्रश्नपदिरूपमपि भवितुमर्हति वा नास्ति इति चिन्तयामि भुनक्ति किल भुन भुङ्क्ते भुङ्क्ते भुङ्क्ते भुञ्जते भुङ्क्ते भुञ्जते भुञ्जते भुञ्जते भुञ्जते भुञ्जते भुञ्जते भुञ्जते भुञ्जते भुञ्जते भुञ्जते भगिनी तत्र अदने इति अपि अस्ति भक्ष धातुः अदने भक्षिति धातुः भ्वादिगणीयधातुः अदने अपि अस्ति खादने तत्र अदने इत्यपि तत्र भक्षति भक्षन्ति इति वक्तुं शक्नुमः भक्षते भक्षन्ते इति वक्तुं शक्नुमः हा उभयपदे भवति तत्र परन्तु भुङ्क्ते इति प्रसिद्धरूपमस्ति खलु भुङ्क्ते तदपि वक्तुं शक्नुमः क्लेशः नास्ति अस्तु तत्र बलिवर्धाः सस्यं भुञ्जते इति रूपं तत्र बलिवर्धाः सस्यं भुञ्जते इत्यत्र तत्र हिंसा अस्ति खलु अत्रापि अत्रापि यदि तत्र कोऽपि फार्मर् अस्ति तत्र सस्यं स्वीकृत्य कर्तनं कृत्वा तत्र स्थापयति चेत् तदानीं तत्र हिंसा न भवति अत्र तु बलिवर्धाः स्वयं खादन्ति इति कृत्वा हिंसा इति वयं वदामः यत् विजया भगिन्याः उदाहरणमस्ति सम्यक् अस्ति मनसि तिष्ठति किं विजया भगिन्याः उदाहरणं सम्यक् अस्ति पतितं तत् खादति इति चेत् तदानीं हिंसा नास्ति सत्यं सत्यं तत्तु फलस्य विषये खलु अत्र तु सस्यस्य विषये फलस्य विषये भगिनी उक्तं तत् समीचीनं परन्तु अत्र सस्यस्य विषयः अस्ति भिन्नः सस्यमपि यत् पत्रं भूमौ पतति ते एव ते स्वीकुर्वन्ति तत्र तदानीं पत्रम् इति वदामः खलु न तु सस्यम् ओ अस्तु सत्यं सस्यजीवनं सस्यमित्युक्ते प्लाण्ट् इति अर्थः खलु जीवनम् अस्ति जीव जीव अस्ति इदानीं सस्यस्य भागः अवयवः अस्ति पत्रं पुष्पं फलं यत्किमपि सीरियल्स् अन्तःप्रज्ञजीवत्व इत्युक्ते किं भगिनि अन्तःप्रज्ञजीवत्व इत्युक्ते तत्र इत्युक्ते यथा अस्माकं मनुष्याणाम् अन्तःकरणम् अस्ति खलु अन्तःकरणं मनः अस्ति एवमेव सर्वेषां प्राणिनाम् अन्तःकरणम् अस्ति अन्तःकरणं तु सर्वेषाम् अस्ति परन्तु सर्वेषां डेवलप् नास्ति यथा अस्माकं मनुष्याणाम् अस्ति तथा डेवलप् नास्ति अन्येषाम् इत्युक्ते तत्र पशूनां पक्षीणाम् एतेषाम् अपि मनः अस्ति खलु किमपि कार्यं कर्तुं मनः अस्ति एवमेव सस्यस्यापि मनः अस्ति परन्तु मनः इस् नाट् डेवलप्ड् इस् वेरि वेरि बेसिक् अतः व्यक्तीकर्तुं तादृशसामर्थ्यं नास्ति सस्यानां परन्तु मनः तु अस्ति तेषामपि जीवः अस्ति चेत् मनः अपि अस्ति अतः अन्तःकरणप्रज्ञत्वात् इत्युक्ते अन्तःकरणप्रज्ञा अस्ति अन्तःकरणप्रज्ञा इत्युक्ते अन्ते चैतन्यम् अस्ति इति कृत्वा जीवः इति वदामः खलु यत्र यत्र इत्युक्ते सर्वत्र जगति सर्वत्र चैतन्यम् अस्ति अतः सस्येषु अपि चैतन्यं वर्तते अतः एव सस्यानि प्राणिनः अस्तु महोदय अत्र भूमौ स्थित्वा जलं स्वीकरोति अत्र पादपः इति पर्यायपदमस्ति खलु महोदय पादेन जलं स्वीकरोति न तत्तु वृक्षाणां कृते वृक्षः इत्यस्य समानार्थकशब्दः पादपः सस्यमपि वृक्षः इव खलु वृक्षः इव खलु तदपि पादेन जलं स्वीकरोति खलु सर्वे स्थावराणि सर्वाणि स्थावराणि तादृशमेव खलु महोदय सर्वाणि स्थावराणि इति नास्ति स्थावरं नपुंसकलिङ्गं खलु महोदय? आमाम्। अतः सर्वाणि स्थावरान् नास्ति वा? सर्वाणि स्थावर सर्वाणि स्थावराणि स्थावरम् इत्यस्य अर्थः कः? स्थावरं ट्रीस् आल् कैण्ड्स् आफ् हर्ब्स् श्रब्स् अण्ड् ट्रीस् एव्रिथिङ्ग् इस् कमिङ्ग् अण्डर् देट् एल् महोदय? न, स्थावरम् इत्यस्य अर्थः कः? स्थिरः, नाट् मेक् नो नो मूमेण्ट्स्। तत्र किं पाषाणखण्ड खण्डे अपि तत्र स्थिरमेव अस्ति खलु पाषाणखण्डः? आम्, तस्य एतादृश नास्ति खलु, पादपः इति न वदामः खलु? आम् आम् आम्। अतः सर्वाणि स्थावराणि इति वक्तुं न शक्नुमः इति अहं वदामि। अतः पाषाणखण्डः स्थावराणि न भवति खलु? तर्हि स्थावरम् इत्यस्य अर्थः कः इति वदतु। टेञ्जिबल् इति भवति वा? टेञ्जिबल् टेञ्जिबल् इत्यस्य अर्थः कः संस्कृतेन वदतु। स्थावरम् इत्युक्ते इमूवबल् इति अर्थः। स्थावरम् इत्यस्य कोशे तु रियल् एस्टेट् इति अपि वदन्ति, मौण्टेन् इति अपि वदन्ति, अतः पाषाणखण्डः स्थावरम् इति न वक्तुं न इति न, पाषाणखण्डः अपि स्थावरः भवितुम् अर्हति। मौण्टेन् स्थावरः अस्ति चेत् पाषाणखण्डः अपि भवितुम् अर्हति। स्थावरजङ्गमाः इति किमस्ति चेत् आल् लिविङ्ग् एण्टिटीस् इति अस्ति, पाषाणखण्डः इट्स् नाट् कमिङ्ग् अण्डर् लिविङ्ग् एण्टिटीस्। न, जङ्गमः इति इदानीं वदति, न न न न, जङ्गमः इति इदानीं योजयति, इदानीं योजयति, पूर्वं किम् उक्तवती? सर्वाणि स्थावराणि इति उक्तवती खलु? आम् आम् आम् महोदय, सर्वाणि स्थावराणि आम् महोदय, भवती यत् उक्तम् एतत् समीचीनमेव। इदानीं स्थावरजङ्गमः इत्युक्ते एव तत्र स्थाव एतत् आल् ट्रीस् पादपः इति अर्थमागच्छति। धन्यवादः महोदय। इति दत्तमस्ति डिक्षनरि मध्ये, स्पर्शक्षमः, स्पर्शिक, स्पर्श, स्प्रष्टव्यः इति, यस्य स्पर्शति इति। इदानीं तत्र प्राणिषु सस्यं विहाय अन्येषु प्राणिषु अपि तादृशस्थैर्यं कदाचित् भवितुमर्हति खलु, वयं जानीमः वा तत्र प्राणिषु स्थिरता एव न भवति इति? यद्यपि तत्र प्राणः अस्ति परन्तु तस्य चलनमेव न भवति, एकस्मिन्नेव स्थले सर्वदा तिष्ठति इति, तादृशमपि प्राणिः भवितुमर्हति खलु? किमपि भवतु, वयम् अग्रे गच्छामः, इदानीं विषयान्तरमस्ति, अग्रे गच्छामः भगिनी। तत्र भक्षिति तत्र भुनक्ति भुङ्क्त इति प्रायशः न भवितुमर्हति, यतोहि भक्षिति धातोः कृते एव एषः नियमः इति कृत्वा अहिंसार्थकस्य धातोः भक्षति समीचीनं। धन्यवादः, मम दोषः, भक्षति बुज् इति धातुः नास्ति अत्र, भक्षिति धातुः, सम्यक्, मया बुज् इति दोषेण चिन्तितं, तत्र बज् बुज् नास्ति, भक्ष् इति धातुः, अतः धातुद्वयमेव अस्ति, पक्ष अदने एकः धातुः, चुरादिगणे एकः धातुः खलु, अतः भक्षति, भक्षन्ते, भक्षन्ते, भक्षते, भक्षन्ते इति भवितुमर्हति। अतः बलिवर्दाः सस्यं भक्षन्ते अपि भवतु, सम्यक्, समीचीनं। तत्र सर्वदा भक्ष अपि पूज्य तत्र कन्फ्यूषन् भवति। अस्तु, तर्हि अत्र स्थगयामः वा? आं महोदय, नमस्कारः महोदय, धन्यवादः, धन्यवादः, धन्यवादः, नमस्कारः, धन्यवादः।